नमस्कारः सर्वेभ्यः, स्वागतम्। अद्यतनन्यायचिन्तनवर्गस्य विषयः अस्ति अनुमानं, तत्र परामर्शः इत्येव विषयः। तत्र 1-8-6 इति तमे पुटे वयं स्मः। मध्ये अस्मिन् परामर्शे या व्याप्तिः तदा आरभ्य, खलु? आम् महोदय। तस्मात् पूर्वं किञ्चित् गते सप्ताहे किं पठितमिति सारांशरूपेण कापि वदति वा? अस्तु, अहं प्रयत्नं करोमि वा? अवश्यम्। अस्तु, गतसप्ताहे व्याप्तिपदेन के पदार्थाः बोध्यन्ते इति पठिताः। तत्र व्याप्तिपदात् पूर्वं वयं गमनपदं, पुष्पवन्तपदम् इत्यादि दृष्टवन्तः। तादृशं व्याप्तिपदेन के पदार्थाः बोध्यन्ते इति चित्रे यदि 37-100 चित्रं पश्यामः चेत् तत्र व्याप्तिपदेन वयं हेतुः साध्यस्य अभावः, तस्य अधिकरणं, वृत्तित्वस्य अभावः, हेतुः इत्यादि पदार्थः इत्यादि पदार्थानां बोधनं भवति। साध्यम् इत्युक्ते साध्यम् अभावः पञ्चपदार्थानां बोधः भवति। व्याप्ति इति पदं पञ्चपदार्थानां बोधकः। अनन्तरं तयोः मध्ये सम्बन्धः किम् इति प्रश्ने सति, तयोः न तेषां मध्ये किं सम्बन्धः इति प्रश्ने सति, अस्मिन् प्रसङ्गे पर्वतः धूमवान्, पर्वतः वह्निव्याप्यः इति आते इति वाक्यानि पञ्चपदार्थानां मध्ये के सम्बन्धः इति तत्रापि बोधयन्ति। वह्नेः तस्य अभावः वह्नौ अभावः प्रतियोगितसम्बन्धेन अस्ति। अनन्तरं वह्ने अभावः अधिकरणे स्वरूपसम्बन्धेन अस्ति। अधिकरणम् इत्युक्ते यत्र वह्नि अभावः अधिकरणं भूतलं, जलं, हृदः इत्यादि तादृश अधिकरणेषु वह्नि अभावः स्वरूपसम्बन्धेन ज्ञायते। अनन्तरं वह्नि अभावः अपि च वृत्तित्वस्य अभावः, वृत्तित्वम् इत्युक्ते आदेयः अत्र वृत्तित्वस्य तयोः मध्ये निरूप्यनिरूपितनिरूपकनिरूप्यसम्बन्धः अस्ति। वृत्तित्वे अभावः वृत्तित्वस्य अभावः प्रतियोगितासम्बन्धेन अस्ति। वृत्तित्वस्य अभावः धूमे स्वरूपसम्बन्धेन वर्तते. महोदय, अत्र एकः प्रश्नः अस्ति. वृत्तित्वं धूमः एव वृत्तित्वं खलु? धूमः एव वृत्तित्वं वृत्तित्वं खलु? अत्र किमर्थं वृत्तित्वम् इत्युक्ते किम्? अत्र आधेयत्वं खलु? धूमे आधेयत्वम् अस्ति. आधेयत्वस्य अभावः धूमे स्वरूपसम्बन्धेन धूमः एव न आधेय धूमः एव नास्ति चेत् धूमः एव नास्ति चेत् कथं वृत्तित्वं स्वरूपसम्बन्धेन वृत्तित्वस्य अभावः स्वरूपसम्बन्धेन धूमे अस्ति इति वक्तुं शक्नुमः? हा, तदेव व्याप्तिः खलु. धूमस्य अभावः न कदाचित् भवति यत्र साध्यं नास्ति. आम्, साध्यं नास्ति चेत् धूमस्य अभावः अवश्यं भवति. आम्, यत्र साध्य अभावः तत्र हेतु अभावः. यत्र साध्य अभावः तत्र हेत्वभावः, यत्र धूमस्य अभावः अपि. यत्र धूमः तत्र वह्नि इति सत्यं खलु, इति अस्ति वाक्यं. तर्हि यत्र यत्र वह्नि अभावः तत्र अवश्यं धूमाभावः. ओ, अस्तु अस्तु. वृत्तित्व अभावः वृत्तित्व अभावः धूमनिष्ठः इति इति वाक्यं. वृत्तित्व अभावः धूमनिष्ठः. व्याप्तिः तदेव व्याप्तिः इत्युक्ते साध्य अभावाधिकरणे यद्भवत्या उक्तं हेतोः साध्य अभावाधिकरणे धूम अभाव अपि अस्ति. धूमनिष्ठवृत्तित्वभावः अपि अस्ति. यत्र साध्याभावः अस्ति. हरि ओम्, केन आगतम् एतं ते? हलो, नमस्ते महोदय, अहं सुनीता अस्मि. ओ, नमस्ते भगिनि. भवती अस्मिन् वर्गे श्रोतुमिच्छति वा अथवा नूतनवर्गे अस्ति वा? नूतनवर्गे अपि अहम् अस्मि. अन्य वर्गे न अस्मि, परन्तु तत् ध्वनिमुद्रं शृणोमि इतोपि. तत् केवलम्. ओ, अस्तु अस्तु अस्तु. अद्य किं कर्तुमिच्छति? श्रोतुमिच्छति वा? श्रोतुमेव इदम् इदानीं. अस्तु भगिनि, स्वागतम्. अस्तु, अपि च सम्यक्तया उक्तं भगिन्या. अपि च परामर्शः कः इति रामप्रिया भगिनी वदति वा? तत्र तु ज्ञानद्वयेन परामर्श उत्पत्तिः इति एव किल महोदय? सारांशेन किं तत्र? तु तत्र तु मम भ्रमः जातः, किं ज्ञानं, किं जनकं, किं जन्यम् इत्येव. वैशिष्ट्यं तद् अवगतवती. तत्र मक्षिका, दण्डः, पुरुषः इति चित्रे यदा दण्डः इति विशेष्यम् इति स्वीकुर्मः चेत् मक्षिका इति तस्य विशेषणं भवति. इदानीं यदा पुरुष तत्र मक्षिका विशिष्टवैशिष्ट्य अवगाहि इति वक्तुं शक्नुमः वा? दण्डे इति वा? पुरुषः समीपं दण्डः मक्षिविशिष्टः. दण्डः मक्षिविशिष्टः. इदानीं यदा पुरुषः वदतु महोदय. वदतु. तत्र यदा पुरुषः दण्डः तयोः सम्बन्धः स्वीकुर्मः चेत् तत्र तयोः मध्ये संयोगसम्बन्धः तु अस्ति एव, परन्तु इदानीं यद् दण्डः विशेषणरूपेण विशेष्यरूपेण आसीत् इदानीं तद् विशिष्टः भवति पुरुषस्य विषये. पुरुषः इदानीं विशेष्यः. पुरुषः सर्वदा विशेष्यः. अत्र अत्र अत्र कथं चिन्तनेन सम्यक् भवति इत्युक्ते, अत्र कार्यमस्ति पुरुषः मक्षिकाविशिष्टदण्डवान् इति कार्यवाक्यम्, कार्यज्ञानं जन्यज्ञानं कार्यज्ञानं पुरुषः मक्षिकाविशिष्टदण्डवान्. यथा पर्वतः व्याप्तिविशिष्टजूम्मवान् समानम्. तद् पुरुषः मक्षिकाविशिष्टदण्डवान्. अत्र विशेषणं दण्डः अस्मिन् वाक्ये. किन्तु दण्डः मक्षिकाविशिष्टः, तर्हि विशेषणं तत्र यद्विशेषणमस्ति तस्मिन् विशिष्टवैशिष्ट्यमस्ति. विशेषणता धूमे विशेषणता अवच्छेदकम् अत्र मक्षिकात्वं मक्षिका. तादृशचिन्तने सर्वं सम्यक् भवति. विशेषणता अवच्छेदकप्रकारता मक्षिकायाम् अथवा अत्र व्याप्तौ. विशेषणता अवच्छेदकप्रकारता व्याप्तौ. विशेषणम् एक दण्डः एव धूमः एव, किन्तु विशेषणं पुनः विशिष्टः. एकस्मिन् उदाहरणे मक्षिकया, अपरस्मिन् उदाहरणे दण्डेन व्याप्त्या व्याप्तिना. जन्यज्ञाने जन्यज्ञानं किम्? व्याप्तिज्ञानं वा जन्यं? जन्यज्ञानं किम्? जन्यज्ञानं परामर्शः इत्युक्ते पुरुषः मक्षिकाविशिष्टदण्डवान् इति जन्यज्ञानम्. भूतलं दण्डीपुरुषवत् अपरम् उदाहरणं. पर्वतः व्याप्तिविशिष्टधूमवान् तृतीयम् उदाहरणम् इति कार्यं जन्यं कार्यम् इति कार्यं न केवलं व्याप्ति. व्याप्तिविशिष्ट धूमः इति कार्यं. पर्वतः व्याप्तिविशिष्टधूमवान् इति कार्यवाक्यम्. अत्र धूमः विशेषणं, विशेषणता धूमे, धूमवैशिष्ट्यं पर्वते. अत्र अत्र न केवलं धूमे विशेषणता अस्ति, व्याप्तिः अपि अस्ति खलु. तर्हि विशेषणता अवच्छेदकं, विशेषणतायाः अवच्छेदकं व्याप्तिना भवति, व्याप्त्या भवति. तर्हि व्याप्तिप्रकारक विशेषणता अवच्छेक विशेषणता अवच्छेदकप्रकारता व्याप्त्यां व्याप्तौ. इति स्वीकर्तव्यं भवति. अत्र न अत्र दण्डः मक्षिकावान् इति वाक्यं स्वीकुर्मश्चेत् तत्र किञ्चित् भ्रमः भवति. तस्मिन् वाक्ये केवलं दण्डः विशेष्यः मक्षिकाविशेषणं तत्सत्यं, किन्तु कार्ये वाक्ये पुरुषः दण्ड मक्षिकाविशेषदण्डवान् अस्मिन् वाक्ये दण्डः विशेषणं, अथवा पुरुषः किं पर्वतः वह्निव्याप्य धूमवान् इति इति जन्यज्ञाने कार्यज्ञाने परामर्शज्ञाने धूमे विशेषणता अस्ति. किन्तु धूमः विशिष्टः न साधारणधूमः, व्याप्तिविशिष्टः. तर्हि विशेषणतायाः अवच्छेदकं भवति व्याप्त्या. तर्हि व्याप्तिप्रकारकं ज्ञानम् अवच्छेदकप्रकारकं ज्ञानम् इति व्याप्तिज्ञानम्. तत् कारणं भवति परामर्शः परामर्शं प्रति. तदस्ति वा स्वशब्दे वक्तुमिच्छति वा? किञ्चित् आं ब्रह्मात्मकमेव अस्ति, परन्तु अवगच्छामि इति चिन्तयामि. पुनः चिन्तनीयं महोदय. अत्र किं धूमः व्याप्तिमान् इति चिन्तनं पार्श्वे स्थापयतु. केवलं जन्यवाक्यं किं, कार्यवाक्यं किम् अस्ति? पर्वतः पर्वतः धूमवान् पर्वतः व्याप्तिविशिष्ट धूमवान् पुनः पर्वतः पर्वतः व्याप्तिविशिष्ट धूमवान् इति जन्यवाक्यम्. अत्र विशेषणं किम्? अत्र धूमः इति पर्वतस्य विशेषणं. सत्यं, विशेषणता धूमे. किन्तु धूमे अपि किमपि अस्ति. तर्हि या विशेषणता धूमे अस्ति सा विशेषणता अवच्छेद्यः भवति. व्याप्त्या अवच्छेदकं भवति, व्याप्तिः अवच्छेदकः धूमस्य. तस्मात् विशेषणता अवच्छेदकप्रकारता व्याप्तौ. न साधारणविशेषणता धूमे अस्ति, व्याप्तिविशिष्टविशेषणता धूमे अस्ति. तर्हि व्याप्तिः इति विशेषणताया अवच्छेदकः इति उच्यते. तर्हि विशेषणता अवच्छेदकप्रकारता व्याप्तौ. तत्प्रकारकं ज्ञानं धूमः वह्निव्याप्यः इति व्याप्तिज्ञानं, तदेव कारणं भवति जन्यज्ञानं प्रति. धूमः वह्निव्याप्यः इति एकं ज्ञानं, पर्वतः धूमवान् इति द्वितीयं ज्ञानं. ज्ञानद्वयेन किं भवति? ज्ञानद्वयेन परामर्शः जन्यते वा? हा, परामर्शस्य आकारः कः? कीदृशवाक्यम्? एतदेव, पर्वतः व्याप्तिविशिष्टधूमवान् अथवा पर्वतः वह्निव्याप्य धूमवान् समानं. वह्निव्याप्य धूमवान् समानं. पर्वतः धूमवान् पुनः धूमः वह्निव्याप्यः मिलित्वा पर्वतः वह्निव्याप्य धूमवान् अथवा व्याप्तिविशिष्ट धूमवान् समानं. यथा पुरुषः दण्डवान्, किन्तु दण्डः न साधारणदण्डः, दण्डे मक्षिका अस्ति. मक्षिकाविशिष्टदण्डः पुरुषे. तर्हि मक्षिका इति दण्ड इति विशेषणस्य अवच्छेदकं करोति. इतोपि क्वालिफै करोति. तथा पर्वतः धूमवान् न केवलं धूमवान्, धूमे व्याप्ति अस्ति. तर्हि पर्वतः वह्निव्याप्य धूमवान् अथवा व्याप्तिविशिष्ट धूमवान् इति. तद्वा आम् आम् परामर्शज्ञानम् अस्तु तत्र अग्रे भवती पठतु अस्मिन् परामर्शे लक्ष्मी भगिनी प्रश्नः अस्ति वा साधु अस्ति वा साधु अस्ति महोदय किं जन्यं किं जनकम् इति साधु अस्ति होप् जन्यः इति परामर्शः यथा अग्रे भगिनी रामप्रिया भगिनी अस्मिन् परामर्शे अस्मिन् परामर्शे या व्याप्तिः विषयी भवति सा पञ्चपथार्थघटिता इति प्रागुक्तमेव अतः तामपि विकसित अवस्थायां पश्यामश्चेत् आहत्य सप्तपदार्थाः परामर्शे विषयी भवन्ति मुख्यप्रकारः वह्निः को अर्थः यस्मिन् विशेष्यता नास्ति सः मुख्यप्रकारः ज्ञाने हि वन्नौ न विशेषण अनन्तरं विशेषणान्तरं भासते इति तत्र विद्यमाना प्रकारता मुख्यप्रकारता एवमेव पर्वते विद्यमाना विशेष्यता मुख्यविशेष्यता तस्याः अधिकरणे पर्वते प्रकारता नास्ति इति सा विशेष्यता मुख्यविशेष्यता भवति प्रायः एतत् चित्रमेव अत्र प्रतिपादितम् अस्ति इति चिन्तयामि तत्र अस्मिन् परामर्शे या व्याप्तिः विषयी भवति सा पञ्चपदार्थघटिता इति परागुक्तमेव पञ्चपदार्थघटिता इत्युक्ते तद्वह्निः अभावः क्षम्यतां साध्यम् अभावः अधिकरणं वृत्तित्वं हेतुः तदेव किल महोदय मध्ये एकं त्यक्तं भवत्या साध्यं हेतुः अभावः अभावः ओ साध्यम् अभावः अधिकरणं वृत्तित्वं अभावः हेतुः इत्युक्ते षड् पदार्थः भवति किल हेतु इति अभावपर्यन्तमेव पञ्चपदार्थाः इति प्राग् अतः तामपि विकसित अवस्थायां पश्यामश्चेत् आहत्य सप्तपदार्थाः परामर्शे विषयी भवन्ति सो सप्तपदार्थाः इत्युक्ते इदानीं वन्नौ वह्निनिष्ठप्रकारता इति वदामः किल महोदय वह्निनिष्ठप्रकारता अत्र चित्रं किं किम् अस्ति वह्निः प्रकारता अस्ति अनन्तरं प्रकारतायां विशेष्यता अस्ति तत्तु सत्यं किन्तु प्रकारता विषय इति सम्बन्धः पदार्थः वह्निः अभावः अधिकरणं वृत्तित्वम् अभावः धूमः पर्वतः सप्तपदार्थाः पूर्वं पञ्च एव आसन् खलु कथं तत् अभावपर्यन्तम् आसन् इदानीम् आसन् इदानीं धूमः पर्वतः किमर्थम् द्वयमपि योजितं तत्र व्याप्तिः व्याप्तौ व्याप्तः सत्यं तथा एव अस्ति सत्यं परामर्शे सप्तपदार्थाः व्याप्तौ पञ्चपदार्थाः यद्भवत्या उक्तं परामर्शे इतोपि पदार्थद्वयं योजितं परामर्शे अत्र मुख्यप्रकारः वह्निः इति प्रकारः अस्ति वन्नौ प्रकारता अस्ति इत्युक्ते किम् इत्यस्य यस्मिन् विशेष्यता नास्ति सः मुख्यप्रकारः अस्तु वन्नौ विशेष्यता नास्ति ओके अस्तु आम् अतः तद् मुख्यप्रकारः ज्ञाने हि वन्नौ न विशेषणानन्तरं भासते इति तत्र विद्यमाना प्रकारता मुख्यप्रकारता विशेषण अनन्तरं न विशेषणान्तरं भासते तत्र एतदपि वह्निः विषये एव वदति किल महोदय अत्र नीलवह्निः वा पीतवह्निः वा रक्त इति किमपि नास्ति खलु वह्नौ विशेषण विशेषणता किमपि नास्ति वह्नौ विशेषता नास्ति खलु तर्हि मुख्यप्रकारता तद् मुख्यप्रकारता अस्तु वह्निः न विशेषः कस्यापि तस्मिन् न विशेष विशेषणम् अस्ति नीलं वा रक्तं वा पीतं वा किमपि तत्र विशेषणं नास्ति वह्नौ एवमेव पर्वते विद्यमानविशेष्यता मुख्यविशेष्यता अस्तु वह्नौ मुख्यप्रकारता किमर्थम् इत्युक्ते तत्र विशेष्यता नास्ति पर्वते मुख्यविशेष्य पर्वतः मुख्य प्रकारता क्षम्यतां मुख्यविशेष्यता किमर्थम् इत्युक्ते तत्र एकः एव विशेष्यः तद् विशेष्यः अस्ति पर्वते पर्वतः कस्यापि विशेषणं नास्ति खलु महोदय सरला अस्मि कल्याणी अस्मि किन्तु वह्नौ प्रकारता अस्ति वह्नौ विशेषणम् अस्ति किन्तु यथा भवान् उक्तवान् वह्नौ कस्य विशेषं न भवति किन्तु तस्मिन् विशेषणं वा प्रकारता तु अस्ति तदेव मुख्यप्रकारता वह्नौ विशेषणता अस्ति अभावं प्रति खलु कीदृश अभावः वह्निः वह्नेः अभावः किन्तु वह्निः वह्निः कस्यापि विशेष्यं वह्नौ विशेषणान्तरं न भासते खलु विशेषणं वह्निः अभावस्य विशेषणं प्रकारता खलु किन्तु वह्नौ विशेषणान्तरं न भासते केवलं प्रकारता तद्विहाय अन्य किमपि नास्ति अस्तु तस्मात् मुख्यप्रकारता वह्निः न विशेष्यः वह्निः न विशेष्यः यदा चित्रे एव पश्यामः चेत् वह्नेः वह्नौ प्रकारता एव अस्ति पर्वते विशेष्यता एव अस्ति अन्यस्मिन् पदार्थे तु विशेष्यता प्रकारता इति द्वयमपि अस्ति तदेव भेदः किल तस्याः अधिकरणे पर्वते प्रकारता नास्ति इति सा विशेष्यता मुख्यविशेष्यता भवति तस्याः अधिकरणे इत्युक्ते मुख्यविशेष्यतायाः अधिकरणे पर्वते प्रकारता नास्ति सा तदेव अहम् उक्तवती नास्ति सा इति सा विशेष्यता मुख्यविशेष्यता भवति अत्र दीर्घवाक्यं नास्ति अत्र मुख्यप्रकारतायाः प्रभृति विषयतानिरूपणे आरब्धे प्रकारतानिरूपितविशेष्यता इति सर्वत्र वाच्यं विशेष्यता आश्रयनिष्ठप्रकारता इति च वाच्यम् अत्र मुख्यप्रकारतायाः प्रभृति विषयतानिरूपणे आरब्धे निरूपणे आरब्धे ओके अस्तु प्रकारतानिरूपितविशेष्यता प्रकारतानिरूपितविशेष्यता अस्तु तदेव चित्रम् इति सर्वत्र वाक्यं सर्वत्र प्रकारतानिरूपितविशेष्यता एव अस्ति सर्वत्र विशेष्यता आश्रयनिष्ठप्रकारता इति च वाच्यं विशेष्यता निरूपितप्रकारता क्षम्यता विशेषता आश्रयनिष्ठप्रकारता विशेष्यता आश्रयनिष्ठप्रकारता. अस्तु, तद् दीर्घवाक्यम् अग्रे आगच्छति, अत्र कथं वक्तव्यम् इति सारांशरूपेण उक्तं. प्रकारतातः विशेषतापर्यन्तं गन्तव्यं चेत् प्रकारता निरूपित विशेषता, विशेषता तत्र आरभ्य अग्रे गमनार्थं विशेषता आश्रयनिष्ठप्रकारता इति वक्तव्यम् इति अग्रे आगच्छति. अपि च अग्रिमपरिच्छेदं किं पठतु. विशेष्यतायाः प्रभृति विषयतानिरूपणे आरब्धे विशेष्यतानिरूपितप्रकारता इति सर्वत्र वक्तव्यं, प्रकारता आश्रयनिष्ठविशेष्यता इति च वक्तव्यं. तदेव मुख्यविशेष्यतायाः प्रभृति यदा अधोभागात् गच्छामः चेत् तत्र विषयतानिरूपणे आरब्धे विशेष्यतानिरूपितप्रकारता, आम् विशेष्यतानिरूपितप्रकारता इति सर्वत्र वक्तव्यं, प्रकारता आश्रयनिष्ठविशेष्यता इति च वक्तव्यम्. उपरिगमनम् अधोभागात् उपरिगमनम् साधु. आम् आम् अस्तु भगिनि, साधु. आं महोदय, साधु. अग्रे पठतु कृपया परामर्श. सरला भगिनी पठितुमिच्छति वा केवलं शृणोति वा? केवलं शृणोमि, मम पार्श्वे पुस्तकमपि नास्ति. अस्तु अस्तु, लक्ष्मी भगिनी कृपया परामर्शविषये. परामर्शविषयतानिरूपणं तथा च वह्निनिष्ठप्रकारतानिरूपितविशेष्यता आश्रयः अभावः, विशेष्यता आश्रय अभावनिष्ठप्रकारतानिरूपितविशेष्यता आश्रय अधिकरणम् आश्रया अधिकरणनिष्ठप्रकारतानिरूपितविशेष्यता आश्रयवृत्तित्वं निष्ठ वृत्तित्वनिष्ठप्रकारतानिरूपितविशेष्यता विशेष्यता आश्रय अभाव अभावनिष्ठप्रकारतानिरूपित विशेष्यता विशेष्यता आश्रय धूमः धूमनिष्ठप्रकारता निरूपित विशेष्यता आश्रय पर्वतः विशेष्य आश्रित अहं चित्रं दृष्ट्वा वदन्ती आसम्. अस्तु, पर्वतनिष्ठविशेषतानिरूपक पर्वतनिष्ठविशेष्यतानिरूपक ज्ञानं परामर्शः. पर्वतः वह्न्यभाव अधिकरणानि अधिकरणनिरूपित वह्न्यभाव अधिकरणनिरूपित वृत्तित्व अभाव वृत्तित्व अभाववत् धूमवान् इत्याकारकः संक्षेपतश्च पर्वतः वह्निव्याप्य धूमवान् इति आकारकः. अस्तु अस्तु, अत्र एतत् चित्रं नवत्रिंशदधिक एकशतं चित्रं स्वीकृत्य अत्र दीर्घवाक्यस्य दीर्घवाक्यम् उक्तम्. उपरितः अधो गच्छामः चेत् तत्र सर्वदा प्रकारता प्रकारतानिरूपितविशेष्यता आश्रयः इति आगच्छति. प्रथमं उपरितनशरः यत् अस्ति तत् वह्निनिष्ठप्रकारतानिरूपित विशेष्यता विशेष्यता आश्रय अभावनिष्ठप्रकारतानिरूपितविशेष्यता आश्रय अधिकरणनिष्ठप्रकारतानिरूपितविशेष्यता आश्रय वृत्तित्वं निष्ठप्रकारतानिरूपितविशेष्यता आश्रय अभाव आश्रयाभावनिष्ठप्रकारतानिरूपितविशेष्यता आश्रय धूमनिष्ठप्रकारता आश्रय विशेष्यता आश्रय पर्वत पर्वतनिष्ठविशेष्यता ओ अस्तु पर्वतनिष्ठविशेष्यता निरूपक ज्ञानं ओ अन्तिम अन्तिमस्तरे प्रकारतानिरूपित प्रकारता प्रकारतानिरूपितपर्वतनिष्ठविशेष्यता इति तत् प्रकारता निरूप प्रकारता निरूपितपर्वतनिष्ठविशेष्यतानिरूपकज्ञानं परामर्शः, परामर्शस्य लक्षणवाक्यम् इति वक्तुं शक्यते. अनन्तरं पर्वतः अधिकरणं कीदृश अधिकरणं, वह्नि अभाव अधिकरणनिरूपित वृत्तित्व अभाव अभावत् धूमवान् इति आकारकः. यथा पूर्वं दृष्टवन्तः यत् वह्नि अभावे सति धूमस्य अभावः अपि धूमस्य अभावः अपि भवति. कीदृशधूमः वृत्तित्वाभाव धूमवान् इति धूमस्य विशेषणम्. अतः पर्वतः वह्नि अभाव अधिकरणनिरूपित वृत्तित्वभाव अभाववत् धूमवान् इति आकारकः. सङ्क्षेपतश्च पर्वतः वह्नि व्याप्य धूमवान् इति आकारकः इति ज्ञानम् आकारकः ज्ञानम् अस्ति. अनन्तरं सम्यक् अहमपि प्रश्नः अस्ति वा, नो चेत् अग्रे पठति अस्मि. साधु आम् महोदय, स्पष्टम् अग्रे अस्मि भगिनि अग्रे. अस्तु, यदि मुख्यविशेष्यतायाः प्रभृतिविषयताः निरूपयामः तदा पर्वतनिष्ठविशेष्यता. अस्तु, अत्र अधस्तः आरभ्य दीर्घवाक्यं भवति. तदा पर्वतनिष्ठविशेष्यतानिरूपितप्रकारता आश्रयधूमनिष्ठविशेष्यतानिरूपितप्रकारता आश्रय अभावनिष्ठविशेष्यतानिरूपितप्रकारता प्रकारता आश्रयः वृत्तित्वनिष्ठविशेष्यतानिरूपितप्रकारता आश्रयः अधिकरणं अधिकरणनिष्ठविशेष्यतानिरूपितप्रकारता आश्रय अभावनिष्ठविशेष्यता आश्रय वह्निनिष्ठप्रकारता निरूपकं ज्ञानं पूर्ववत् एव. पर्वतः वह्नि अभाव अधिकरणनिरूपित वृत्तित्व अभाववद् धूमवान् इति आकारकम् अस्तु. अस्मिन् परिच्छेदे एतदेव चित्रं स्वीकृत्य अधस्तः गच्छामः. इत्युक्ते तत्र मुख्यविशेष्यता इति मुख्यविशेष्यता अस्ति पर्वतः. मुख्यविशेष्यता स्वीकृत्य कथं ज्ञानस्य लक्षणं परामर्शज्ञानस्य लक्षणं कथं वदामः इत्युक्ते तत्र पर्वतनिष्ठविशेष्यतानिरूपितप्रकारता आश्रयः धूमनिष्ठविशेष्यतानिरूपितप्रकारता आश्रयः अभावनिष्ठविशेष्यतानिरूपितप्रकारता आश्रयः वृत्तित्वनिष्ठविशेष्यतानिरूपितप्रकारता आश्रयाधिकरणनिष्ठविशेष्यतानिरूपितप्रकारतानिष्ठ अभाव प्रकारता आश्रयः अभावनिष्ठविशेष्यता विशेष्यतानिष्ठ विशेष्यतानिष्ठ वह्नि न विशेष्यतानिष्ठ विशेष्यतानिरूपित विशेष्यतानिरूपित वह्निनिष्ठप्रकारतानिरूपकं ज्ञानम् इति लक्षणवाक्यमस्ति. अनन्तरं संक्षेपेण पर्वतः वह्नि अभाव अधिकरणनिरूपित निरूपित वृत्तित्व अभाववत् धूमवान् इति आकारकम् अस्तु. इह समानाधिकरणयोः विषयतयोः अवच्छेद्या अवच्छेदकभावो भवति. यथा वह्निनिष्ठप्रकारतानिरूपित या अभावनिष्ठविशेष्यता एवम् अधिकरणनिष्ठविशेष्यतानिरूपित अभावनिष्ठप्रकारता अनयोः समानाधिकरण्यमस्ति. अतः तयोः प्रकारत्वविशेष्यत्वयोः अवच्छेद्य अवच्छेदकभावः भवति. अस्तु, अत्र प्रत्येकं पदार्थे विशेष्यता मुख्यविशेष्यता मुख्यविशेषणता तयोः मध्ये ये ये पदार्थाः सन्ति ते तत्र प्रत्येकं पदार्थानां प्रत्येकं पदार्थस्य विशेषता अपि अस्ति प्रकारतापि अस्ति तयोः मध्ये समानाधिकरणः समानाधिकरणः विषयतयोः मध्ये अवच्छेद्य अवच्छेदकभावः अपि भवति तर्हि वाक्यं भवति वह्निनिष्ठप्रकारता निरूपित विशेष्यता यथा वह्निनिष्ठप्रकारता निरूपित या अभावनिष्ठ विशेष्यता निरूपित अभावनिष्ठप्रकारता वह्निनिष्ठप्रकारता निरूपिता या अभावनिष्ठविशेष्यता एवम् अधिकरणनिष्ठविशेषता निरूपित अभावनिष्ठप्रकारता अनयोः समानाधिकरणीयमस्ति अथवा तयोः प्रकारत्वविशेष्यतयोः अवच्छेद्य अवच्छेदकभावः भवति अस्तु ओ अत्र अत्र अत्र अधुना अवगच्छामि इति मन्ये अस्तु प्रथमपदपरिच्छेदे मुख्यविशेषणता स्वीकृत्य वाक्यस्य लक्षणवाक्यस्य रचना अभवत् द्वितीयपरिच्छेदे मुख्यविशेष्यता स्वीकृत्य लक्षणवाक्यस्य रचना अभवत् तत्र प्रत्येकं पदार्थे विशेष्यता अपि मुख्यविशेष्यता मुख्यविशेषणता द्वयोः मध्ये ये पदार्थाः सन्ति ते प्रत्येकं पदार्थस्य विशेष्यता अपि अस्ति प्रकारता अपि अस्ति तर्हि प्रथमवारं मुख्यविशेषणता स्वीकृत्य वाक्यं वदामः चेत् तत्र सर्वदा प्रकारता निरूपित वह्निनिष्ठप्रकारता निरूपित विशेषता आश्रयः अभावः इति वाक्यरचना भवति यदि मुख्यविशेष्यता स्तरात् आरम्भामहे तत्र पर्वतनिष्ठविशेष्यतानिरूपितप्रकारता आश्रयः धूमः धूमनिष्ठविशेष्यता इति तादृशं तादृशं वाक्यस्य रचना भवति तत्र विशेष्यताप्रकारतयोः मध्ये समानाधिकरण्यम् अतः तयोः मध्ये प्रकारत्वविशेषतायोः मध्ये अवच्छेद्य अवच्छेदकभावः भवति इति अत्र सम्यक्तया उक्तम् अत्र अभावः इति मञ्जुषा अस्ति खलु द्वितीयपदार्थ अभावः अस्ति तस्मिन् यथा भवत्या उक्तं विशेषता अपि अस्ति प्रकारता अपि अस्ति तर्हि दीर्घवाक्ये किम् आसीत् वह्निनिष्ठप्रकारतानिरूपितविशेषत आश्रयः अभावः खलु सदैव वाक्यं भिन्नरीत्या वदामश्चेत् वह्निनिष्ठप्रकारतानिरूपित अभावनिष्ठविशेषता अस्ति अभावे वह्निनिष्ठप्रकारतानिरूपितविशेषता अस्ति निरूपिता विशेषता अस्ति तर्हि अभावे कीदृशी विशेषता वह्निनिष्ठप्रकारतानिरूपित अभावनिष्ठविशेषता ओ अस्तु अस्तु कीदृशप्रकारता इत्युक्ते वह्निनिष्ठप्रकारतानिरूपित अभावनिष्ठविशेष्यता तादृशविशेषता अभावे अस्ति अपि च अभावे कीदृशी प्रकारता अस्ति अभावे कीदृशप्रकार अभावनिष्ठविशेष्यता निरूपित अधोभागे किम् अस्ति ओ अधिकरण ओ अधिकरणनिष्ठविशेष्यता निरूपित प्रकारता अधिकरणनिष्ठविशेष्यता विशेष्यता निरूपित अभावनिष्ठप्रकारता इति अस्ति खलु कीदृशी विशेषता उपरितः आगच्छति कीदृशी प्रकारता अधस्तः आगच्छति तस्मात् अभावे समानाधिकरण्यमस्ति ओ अभावे समानाधिकरणीयमस्ति विशेषतायाः अपि च प्रकारतायाः समानम् अधिकरणे वृत्तित्वे अभावे धूमे तथा एव तर्हि अधिकरणे किम् अस्ति वृत्तित्वनिष्ठविशेषता निरूपितप्रकारता अभावनिष्ठप्रकारता निरूपितविशेषता अधिकरणे अस्ति इति प्रत्येकं मञ्जुषायां द्वयमस्ति खलु विशेषता कीदृशी तथा प्रकारता कीदृशी अपररीत्या इति अस्ति तयोः विशेषता अपि च प्रकारतयोः समानाधिकरण्यं प्रकारत्वविशेषत्वयोः यत् समानाधिकरण्यम् अस्ति तथापि तयोः अवच्छेद्य अवच्छेदकभावः भवति कथमिति अग्रे रामप्रिया भगिनी पठति एतावता साधु अग्रे भगिनी रामप्रिया भगिनी पूर्वं पूर्वम् एतादृश अवच्छेद्य अवच्छेदकभाव भाव आनक्षमता अनालोचने तदेव अनालोचने अस्माभिः विशेष्यता आश्रय अभावनिष्ठप्रकारता इति प्रकारता आश्रय अभावनिष्ठविशेष्यता इति रीत्या वा सर्वत्र उक्तं सम्प्रति अवच्छेद्य अवच्छेदक अभावे अवच्छेद्यकभावे आलोचिते विशेष्यता विशेष्यत्व अवच्छिन्न अभावनिष्ठप्रकारता इति प्रकारत्व अवच्छिन्न अभावनिष्ठविशेष्यता इति वा वाच्यम् अस्तु इदानीं यद् अवच्छेद्य अवच्छेदकभाव विषये वयम् अस्माभिः दृष्टं पूर्वं यद् दृष्टं तत्र वयं विशेष्यता आश्रय अभावनिष्ठप्रकारता विशेष्यता आश्रय अभावनिष्ठप्रकारता इति प्रकारता आश्रय अभावनिष्ठ विशेष्यता इति रीत्या सर्वत्र उक्तं पूर्वम् इदानीं किं वदामः इत्युक्ते अवच्छेद्य अवच्छेदकभावे आलोचिते विशेष्यत्व अवच्छिन्न अभावनिष्ठप्रकारता इति प्रकारत्व अवच्छिन्न अभावनिष्ठविशेष्यता इति वा वाच्यम् पूर्वं यद् वयम् उक्तवन्तः तत्र विशेष्यता अभावनिष्ठ अभाव निष्ठा भवति किल आम् विशेष्यता आश्रय अभावनिष्ठा अनन्तरं प्रकारता अभावनिष्ठा प्रथमे पदे पूर्वम् एतादृश पूर्वं यत् दीर्घवाक्यम् उक्तं तत्र अवच्छेद्य अवच्छेदकभावस्य अन् आलोचने न चिन्त्य तस्य चिन्तनम् अकृत्वा तादृशचिन्तनम् अकृत्वा अवच्छेद्य अवच्छेदकभावस्य चिन्तनम् अकृत्वा अनालोचने अस्माभिः किम् उक्तं तत्र दीर्घवाक्यं पश्यतु तथा हि वर्ण्यनिष्ठप्रकारता निरूपित विशेषता आश्रय अभावनिष्ठप्रकारता अपि च द्वितीयपरिच्छेदे किम् अस्ति अभावं प्रति पर्वतनिष्ठविशेष्यता निरूपित प्रकारता आश्रय धूमनिष्ठविशेष्यता निरूपित इति अस्ति तत्रापि अभावनिष्ठविशेष्यता तदेव किल द्वितीयपरिच्छेदे सेकेण्ड् लास्ट् सेण्टेन्स् सेकेण्ड् लास्ट् लैन् प्रकारता आश्रय अभावनिष्ठविशेष्यता निरूपित वह्निनिष्ठप्रकारता निरूपकं ज्ञानं विशेष्यता निरूपित प्रकारता आश्रय तथा उक्तम् अत्र विशेषता आश्रय अभावनिष्ठप्रकारता प्रकारता आश्रय अभावनिष्ठविशेषता इति उक्तं खलु एकमेकं दृश्या गमने किन्तु इदानीं पठतु इदानीम् अवच्छेद्य अवच्छेदक भावे इत्युक्ते तस्मिन् विषये यदा वयं आलोचयामः अवच्छेद्य अवच्छेदकभावे विशेष्यत्व अवच्छिन्न अभावनिष्ठप्रकारता इति वा प्रकारत्व अवच्छिन्न अभावनिष्ठविशेष्यता इति वा वाच्यम्. विशेष्यत्व अवच्छिन्न अभावनिष्ठप्रकारता इति स्वीकार्यम् इदानीम्. यत्र विशेषद आश्रयः इति आसीत् तत्र किम् विशेष्यत्व अवच्छिन्न विशेष्यत्व अवच्छिन्न अवच्छिन्न इति योजयामः. अपि च विपरीतदिशि प्रकारत आश्रय इति इत्यस्मिन् स्थले प्रकारत्व अवच्छिन्न अभावनिष्ठविशेष्यता तावदेव अस्ति तथैव अस्ति. अस्तु अग्रे. तर्हि समग्रपरिष्कारः कीदृशः भवेत् इति पर्यालोचनीयं. किञ्च मुख्यप्रकारतायाः आरभ्यकथने यथा प्रकारतायाः समानाधिकरणविशेष्यता अवच्छेदिका तथैव अभावे विद्यमानम् अभावत्वमपि अवच्छेदकम्. अस्तु इदानीं पर्यालोचनीयं समग्रपरिष्कारः कीदृशः भवेत् इति. मुख्यप्रकारतायाः आरभ्य अस्तु मुख्यप्रकारतायाः इत्युक्ते उपरि प्रकारता वह्निप्रकारता मुख्यप्रकारता तद् आरभ्य कथने यदा प्रकारतायाः समानाधिकरणविशेष्यता अवच्छेदिका. ओ अस्तु विशेष्यता इति स्त्रीलिङ्गम् इति कृत्वा अवच्छेदिका इति भवति वा महोदय? तथैव विशेष्यता प्रकारतायाः अवच्छेदिका विशेष्यता. आम् आम् वह्निनिष्ठप्रकारतानिरूपितविशेष्यता तदेव अवच्छेदिका. तथैव अभावे विद्यमान अभावत्वं प्रकारतायाम् अभावः अस्ति तदेव अवच्छेदकम्. चित्रं पश्यतु. अभावे प्रकारता अस्ति अभावनिष्ठप्रकारता तदेव इदानीम् अवच्छेदकं भवति. अभावे किं किम् अस्ति? प्रकारता इति एकम् अपरं विशेष्यता अपि अस्ति. अभावे न केवलं विशेषता अवच्छिन्न प्रकारता अस्ति. ओ प्रकारता ओ अधिकरण तत् साधु वा अधिकरणनिष्ठविशेष्यता निरूपित सत्यं. किन्तु अस्मिन् चित्रे सरलतया वदामश्चेत् अभावे विशेषत्रयमस्ति अभावनिष्ठप्रकारता यथा भवत्या उक्तं विशेषता अवच्छिन्न प्रकारता अपि च अभावत्व अवच्छिन्नप्रकारता अवच्छिन्नप्रकारता तदेव. अभावः विशेषताय विशेषता अवच्छिन्न अभावत्व अवच्छिन्न पुनः प्रकारतानिष्ठ अभावनिष्ठप्रकारता क्षम्यताम् अभावनिष्ठप्रकारता इति अपि अस्ति. अभावस्य क्वालिफायर्स् त्रयः अस्ति प्रकारदायकमस्ति अभावत्वेन अवच्छिन्न विशेषता विशेष्यतयापि अवच्छिन्न प्रकारता इति एकस्मिन् दिशि. अपरस्मिन् दिशि द्वितीयचित्रे अस्ति अधिकरणम् इति आरभ्य वा अत्र प्रकारतावच्छिन्नविशेष्यता द्वितीयचित्रे पूर्वं विशेषतावच्छिन्नप्रकारता इदानीं प्रकारतावच्छिन्नविशेष्यता अभावत्व अवच्छिन्ना अपि अस्ति अपि च अभावनस्य विशेषता इति त्रयं अत्र अधः दीर्घवाक्यम् अस्ति तत् पठित्वा सम्यक् भवति सर्वं तत् अन्तर्भूतः अस्ति अत्र एकं वाक्यमहं त्यक्तवती इति चिन्तयामि एवं मुख्यविशेष्यतायाः प्रभृतिनिरूपणे विशेष्यता यथा प्रकारता अवच्छिन्ना भवति तद्वदेव सा अभावत्व अवच्छिन्ना अपि भवति तदेव एतत् चित्रद्वयम् अतः इतः वन्नित्वादेरपि अस्तु अवच्छेदकत्वम् अदेहे अपि वा अवच्छेदकत्वम् अन्तर्भाव्यः सर्वाः विषयताः निरूपणीयाः अस्तु तत्प्रकारश्च वन्नित्व अवच्छिन्न प्रकारता निरूपित विशेष्यत्व अवच्छिन्न अभावत्व अवच्छिन्न अभावनिष्ठ प्रकारता निरूपित विशेष्यत्व अवच्छिन्न अधिकरणत्व अवच्छिन्न अधिकरणनिष्ठ प्रकारता निरूपित विशेष्यत्व अवच्छिन्न अवच्छिन्न वृत्तित्व अवच्छिन्न वृत्तित्वनिष्ठ प्रकारता निरूपित विशेष्यता अवच्छिन्न अभावत्व अवच्छिन्न अभावनिष्ठ प्रकारता निरूपित विशेष्यत्व अवच्छिन्न धूमत्व अवच्छिन्न धूमनिष्ठ प्रकारता निरूपित पर्वतत्व अवच्छिन्न विशेष्यता निरूपकं ज्ञानं परामर्शः एतदेव चित्रमस्ति प्रकारश्च इति आरभ्य अस्तु वन्नित्व अवच्छिन्न प्रकारता निरूपित पूर्वस्मिन् पूर्वस्मिन् पुटे यत् चित्रमस्ति तदेव स्पष्टमस्ति महोदय अत्र इतोपि अवच्छेद अवच्छेदकभावः अपि अन्तर्भूतः पूर्वं वन्निनिष्ठप्रकारता इति आसीत् इदानीं वन्नित्व अवच्छिन्नप्रकारता वदतु तन्निरूपित वन्नित्व अवच्छिन्नप्रकारता तद् निरूपित विशेष्यत्व अवच्छिन्न विशेष्यत्व अस्तु विशेष्यत्व अवच्छिन्न प्रकारता विशेष्यत्व अवच्छिन्न किं न केवलं विशेषत्व अवच्छिन्न विशेषत्व अवच्छिन्न अभावत्व अवच्छिन्न प्रकारता अभावनिष्ठ प्रकारता अभावनिष्ठ प्रकारता तत् साधु यत्र विशेषत आश्रय इति पदम् आसीत् तस्य स्थाने विशेष्यत्व अवच्छिन्न अभावत्व अवच्छिन्न इति योजितम् अभावनिष्ठप्रकारतः पूर्वमपि आसीत् केवलं यत्र ब्लाङ्क् आश्रयः इति आसीत् तत्र विशेषत्व अवच्छिन्न अभावत्व अवच्छिन्न पुनः विशेषत्व अवच्छिन्न अधिकरणत्व अवच्छिन्न पुनः विशेषत्व अवच्छिन्न वृत्तित्वत्व अवच्छिन्न वृत्तित्वत्व द्विवारं पुनः विशेषत्व अवच्छिन्न अभावत्व अवच्छिन्न अवगच्छति खलु तथा एव विशेषत्व अवच्छिन्न अभावत्व अवच्छिन्न तदेव परामर्शः ज्ञानं परामर्शः तथैव विपरीतदिशि अपि वक्तुं शक्नुमः वक्तुमिच्छति चेत् भवति वदतु अथवा लक्ष्मीभगिनी वदतु नो चेत् अग्रे गन्तुं शक्नुमः प्रायः लक्ष्मी कृपया किञ्चित् बहु अधिकः अहं प्रयत्नं करोमि अस्तु अधुना पर्वतः तत्र आरभ्य करणीयं खलु पर्वतत्वनिष्ठविशेषत्व पर्वतत्व अवच्छिन्न विशेष्यता निरूपित प्रकारत्व अवच्छिन्न धूमवत्व अवच्छिन्न विशेष्यता निरूपित प्रकारत्व अवच्छिन्न अभाववत्व अवच्छिन्न विशेष्यता निरूपित प्रकारत्व अवच्छिन्न वृत्तित्व अवच्छिन्न सत्यं प्रकारत्व अवच्छिन्न वृत्तित्व अवच्छिन्न प्रकारत्व अवच्छिन्न वृत्तित्व अवच्छिन्न वृत्तित्वनिष्ठ विशेष्यता निरूपित प्रकारता प्रकारत्व अवच्छिन्न अधिकरणत्व अवच्छिन्न अधिकरणनिष्ठ विशेष्यता निरूपित प्रकारत्व अवच्छिन्न अभाव अभावत्व अवच्छिन्न अभावनिष्ठ विशेष्यता निरूपित वह्नित्वनिष्ठ प्रकारता निरूपित निरूपकं ज्ञानं परामर्शः वह्नित्व अवच्छिन्न विशेषता निरूपकं वह्नित्व अवच्छिन्न वह्नित्व अवच्छिन्न विशेष्यता न प्रकारता वह्नित्व अवच्छिन्न प्रकारता निरूपकं क्षम्यतां निरूपकं ज्ञानं परामर्शः अस्तु अग्रे लक्ष्मीभगिनी विषयतानां विषयतानां निरूप्यनिरूपकभावस्य अवच्छेद्य अवच्छेदकभावस्य च अभ्यासार्थम् एवं विधानि नैकानि ज्ञानानि सम्प्रदायसिद्धानि गृहीत्वा चिन्तनीयं तेषु च अस्मत् गुरुचरणाः प्रातस्मरणीयाः कालटीस्ताः रामकृष्णभट्टाः एकं ज्ञानम् उदाहरन्ति भूतलं मणिवत् मुकुटवत् श्रीरामवत् रथवत् इत्याकारकम् अस्तु एतादृश निरूप्यनिरूपकभावः निरूप्यनिरूपकभावस्य अवच्छेद्य अवच्छेदकभावः यत्र एकस्मिन् अधिकरणे एकस्मिन् अधिकरणे एकस्मिन् विषये विशेषता अपि भासते प्रकारतपि भासते तादृश अन्य उदाहरणान्यपि अत्र अभ्यासार्थं करणीयं इति अभ्यासार्थम् एवं विधानि नैकानि ज्ञानानि सम्प्रदायसिद्धानि गृहीत्वा चिन्तनीयं सम्प्रदायसिद्धानि इत्युक्ते सम्प्रदायसिद्धानि इत्युक्ते अत्र श्रीरामस्य शिरसि मुकुटः इति तत् सम्प्रदायं खलु तत् सूचयति वा अन्य किमपि सूचयति सम्प्रदायम् अत्र अस्मिन् प्रसङ्गे अनेकानि ज्ञानानि सम्प्रदायसिद्धानि गृहीत्वा भिन्नभिन्नवाक्यानि तत्र सम्प्रदाये सन्ति अस्माकं सम्प्रदाये इति एकः उदाहरणमत्र उक्तं खलु रामकृष्णभट्टेन किं भूतलं पठतु भूतलम् अस्तु रामकृष्णभट्टः एकं ज्ञानम् उदाहरन्ति रामकृष्णभट्टः इति ग्रन्थकारस्य गुरु खलु कालटीस्थाः रामकृष्णभट्टाः कालटीस्थाः रामकृष्णभट्टः एकं ज्ञानम् उदाहरन्ति भूतलम् अस्तु भूतलं भूतलं मुख्यविशेष्यता भूतलमस्ति मुख्यविशेष्यता भूतले रथः अस्ति रथे श्रीरामः श्रीरामस्य शिरसि मुकुटः मुकुटे मणि अस्ति इति आकारकं तद् एतादृश विशेषताप्रकारता परामर्शज्ञान वाक्यवत् कथं वक्तव्यम् इत्युक्ते भूतलनिष्ठविशेष्यतानिरूपितप्रकारतानिष्ठ प्रकारताश्रय श्रीरामनिष्ठविशेषतानिरूपित प्रकारता आश्रय मुकुटनिष्ठविशेषतानिरूपित प्रकारता विशेष्यतानिरूपित मणिनिष्ठप्रकारतानिरूपकं ज्ञानम् अथवा अवच्छेद्य अवच्छेदकभावः इति स्वीकुर्मः तर्हि भूतल भूतलत्वम् अवच्छिन्न विशेष्यता निरूपित प्रकारता प्रकारत्व अवच्छिन्न रतत्व अवच्छिन्न विशेष्यता निरूपित प्रकारत्व अवच्छिन्न श्रीरामत्वम् अवच्छिन्न विशेषता निरूपित प्रकारत्व अवच्छिन्न मुकुटत्व अवच्छिन्न मुकुटनिष्ठ विशेषता निरूपित मणित्वनिष्ठ प्रकारता निरूपकं ज्ञानम् इति अस्ति. किम् अस्तु अत्र भूतलं मणिवत् मुकुटवत् भूतलं भूतलं मणिवत् इति मुख्यवाक्यः खलु. भूतलं मणिवत् मणिवत् मुकुटवत् श्रीरामवत् मुख्यं किं भूतलं भवता उक्तं पूर्वं मुख्यं किं भूतलं भूतलं मणिवत् मणिवत् भूतलं रथवत् रथवत् इति मुख्यम् अस्तु. भूतलं रथवत् रथस्य विशेषः मणिवत् मुकुटवत् श्रीरामवत् इति श्रीरामवत् रथः श्रीरामेण विशिष्टः अस्तु. ओ श्रीरामः मुकुटेन विशिष्टः मुकुटः मणौ विशिष्टः. ओ यदा यथा पूर्वं दृष्टवन्तः मक्षिकानिष्ठ मक्षिकाविशिष्टदण्डी दण्डः इति अत्र अनेकाः स्तराः सन्ति खलु. एवमेव अधुनातनछात्रैः निर्दिष्टं क्षीरसागरः चतुर्मुखवत् कमलवत् कमलनेत्रवत् शेषवान् इति च धर्तुं शक्यम्. ओ अत्र अत्र क्षीरसागरः इति मुख्यविशेष्यः शेषः इति सर्पः इति विशेषण मुख्यविशेषणं मुख्यमिति न जानामि किन्तु विशेषणमस्ति किन्तु कीदृशशेषवान् इत्युक्ते कीदृशशेषवान् इत्युक्ते तत्र कमलनेत्रवत् कीदृशः इत्युक्ते कमलवत् कमलं कीदृशी इत्युक्ते चतुर्मुखवत् इत्युक्ते शेषे विष्णु विष्णोः नाभ्यां कमलः कमलात् कमले चतुर्मुखः इति आकारकः इति आकारकः क्षीरसागरे शेषः अस्ति शेषे कमलनेत्रः इति महाविष्णुः सः कमलवत् अस्ति तस्य नाभिः अस्ति तत्र कमलम् अस्ति कमले ब्रह्माजी अस्ति चतुर्मुखः तत्र इति अस्ति. क्षीरसागरः मुख्यविशेष्यः खलु. प्रकृतम् अनुसरामः एतादृशात् पर्वतः वह्निव्याप्य धूमवान् इति परामर्शात् जायमानं पर्वतः वह्निमान् इति ज्ञानम् अनुमितिः अस्तु. अत्र पर्वतः वह्निव्याप्य धूमवान् इति परामर्शज्ञानम् पर्वतः धूमवान् कीदृशधूमः इत्युक्ते वह्निव्याप्य धूमः अतः पर्वतः वह्निव्याप्य धूमवान् इति परामर्शः परामर्शज्ञानात् जायमानं ज्ञानं परामर्शात् जायमानं ज्ञानमस्ति पर्वतः वह्निमान् तत् ज्ञानं तत् जायमानं नूतनजायमानं ज्ञानम् अनुमितिः इति उच्यते अस्तु. अत्र सोपानेन भवति प्रथमं धूमं दृश्य पश्यामः अनन्तरं धूमः कीदृशी वह्निव्याप्य धूमः अतः पर्वतः वह्निव्याप्य धूमवान् इति परामर्शः तेन पर्वतः वह्निमान् इति अनुमितिः सम्यक् तथैव अस्ति अस्तु. एतादृशकार्यकारणांशः एषः एव भवत्या एतादृशकार्यकारणभाव बुद्धौ निधाय अनुमानलक्षणम् अनुमितिलक्षणं च आह. अस्तु, अस्तु अस्तु महोदय. एतादृशकार्यकारण भावं बुद्धौ निधाय अनुमानलक्षणम् अनुमितिलक्षणं च आह. अनुमितिकरणम् अनुमानं परामर्शजन्यं ज्ञानम् अनुमितिः इति एतद् यद् वयम् इदानीं पर्यन्तं पठितवन्तः तद् बुद्धौ निधाय अनुमानलक्षणम् अनुमितिलक्षणं किम् इति अग्रे दत्तमस्ति. तत्र अनुमितिकरणम् अनुमानं परामर्शजन्यं ज्ञानम् अनुमितिः. अनुमितिः लक्षणवाक्यमस्ति, परामर्शजन्यं ज्ञानम्. अनुमानम् इत्युक्ते अनुमितिकरणम्. अस्याः अनुमितेः जनकीभूतः परामर्शः स विषयः निरूपित एव. तल्लक्षणं तज्जन्यत्वं च अनुमितेः आह सङ्ग्रहे. किं दत्तमस्ति इत्युक्ते व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः. यदा वह्निव्याप्य धूमवान् अयं पर्वतः इति ज्ञानं परामर्शः, तज्जन्यं वह्निमान् पर्वतः इति ज्ञानम् अनुमितिः. अस्तु, तत्र वयं अनुमितेः जनकीभूतः परामर्शः इत्युक्ते अनुमितेः जनकः अस्ति परामर्शः. तद् तु वयं परामर्शस्य विषये इदानीमेव दृष्टवन्तः. तद् तल्लक्षणं तज्जन्यत्वं च अनुमितेः सङ्ग्रहे. किम् उक्तम् इत्युक्ते परामर्शः व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः. अस्तु, तद् किम् अस्ति इत्युक्ते वह्निव्याप्य धूमवान् अयं पर्वतः इति परामर्शज्ञानम् आम् इति ज्ञानं परामर्शः. तज्जन्यं वह्निमान् पर्वतः इत्युक्ते परामर्शज्ञानात् यज्जन्यं ज्ञानम् एव अनुमितिः, तदेव वह्निमान् पर्वतः. तर्हि अत्र अनुमानस्य का स्थितिः? अनुमानं किम्? अनुमानमस्ति वह्निमान् पर्वतः, वह्निव्याप्तधूमवान् अयं पर्वतः इति यद् परामर्शज्ञानं जायते तस्मात् यद् ज्ञानं जन्यं भवति वह्निमान् पर्वतः, तदेव अनुमिति. अनुमानं किं पूर्वं पठितम्? अनुमितिकरणम् अनुमानं. यद् अनुमिति ज्ञानम् इदानीं वह्निमान् पर्वतः इति अस्ति, तद् करणं भवति अनुमानं प्रति. अनुमानम् इति अनुमितेः करणं खलु. अनुमितिः इति ज्ञानम्, अनुमितिं प्रति करणम् अनुमानं. करणमित्युक्ते असाधारणं कारणम्, पूर्वं पठितं खलु. असाधारणं कारणं करणम्, अनुमानम् इति करणम् अस्ति. लक्ष्मी भगिनी किमपि उक्तं वा अन्य? न महोदय. अनुमितेः करणं यदस्ति तद् अनुमानम्. केचन जनाः वदन्ति इति वर्गे उक्तं, व्याप्तिज्ञानम् एव अनुमानम् इति चाहे केचन जनाः इति चिन्तयन्ति. अपि च परामर्शजन्यं, परामर्शः इति व्यापारः इति स्वीक्रियते. परामर्शः इति व्यापारः. किन्तु अनुमितेः पूर्वक्षणं यद् ज्ञानम् अस्ति तत् परामर्शं, परामर्शः. परामर्शजन्यं ज्ञानमेव अनुमितिः. अनुमितिः इति ज्ञानम्. अनुमितेः क्षणपूर्वं परामर्शः अस्ति. परामर्शे सर्वमागच्छति, सा साध्यः पक्षधर्मता व्याप्तिः सर्वं तत्र परामर्शे अन्तर्भूतः. सत्यं परामर्शः व्याप्तिविशिष्टपक्षधर्मता. वह्निव्याप्य धूमवान् पर्वतः पक्षः साध्यव्याप्य हेतुमान् इति परामर्शः. साध्यव्याप्य हेतुमान् अयं पक्षः इति जनरल् वाक्यं खलु. पक्षः पर्वतः, साध्यः वह्निः, हेतुः धूमः. तर्हि पक्षः अयं पक्षः साध्यव्याप्य हेतुमान् इति सामान्यवाक्यम् इत्येव परामर्शः. अस्मिन् वाक्ये पक्षः आगतः, पक्षधर्मता, धूमः आगतः, हेतुः आगतः, साध्यस्य व्याप्तिः अन्तर्भूतः, सर्वं तत्र अस्ति. मुख्यवाक्यमस्ति परामर्शः. खलु लक्ष्मी भगिनी प्रश्नः अस्ति वा? अग्रे इतोपि वाक्यद्वयमेव पठितं वर्गे. अग्रिमे पुटे वाक्यद्वयं पठित्वा चिन्तनं कर्तुं शक्नुमः. कृपया पठतु भगिनी. व्याप्त्या विशिष्टं व्याप्तिविशिष्टं तादृशं यत् पक्षधर्मता ज्ञानम् इति तदर्थः. व्याप्तिविशिष्टं पक्षधर्मतायाः ज्ञानं, विशिष्टम् इत्यस्य सम्बन्धम् इति अर्थः. अस्तु, व्याप्त्या विशिष्टं व्याप्तिविशिष्टम्. अस्तु, साध्यव्याप्य हेतुमान् पक्षः, तत्र वह्निव्याप्य धूमवान् अयं पर्वतः इति परामर्शज्ञानं. व्याप्त्या विशिष्टं व्याप्तिविशिष्टं, तदेव वयं तद् मक्षिकाविषये दृष्टवन्तः. तदेव व्याप्तिविशिष्टम् अस्तु. मक्षिकाविशिष्टदण्डः व्याप्तिविशिष्टहेतुः हेतुः. आम्, तादृशं यत् पक्षधर्मता ज्ञानं, पक्षधर्मता ज्ञानम् इति तदर्थः. व्याप्तिविशिष्टम् इत्युक्ते पूर्ववाक्यं पठितं खलु पूर्वस्मिन् परिच्छेदे स्थूलक्षरैः. व्याप्तिविशिष्टपक्षधर्मता ज्ञानं परामर्श अस्य वाक्यस्य प्रतिपादनं. ओ अस्तु अस्तु, प्रतिपदस्य व्याप्ति इत्युक्ते व्याप्तिविशिष्टं व्याप्त्या विशिष्टम् इति पठतु कृपया. व्याप्त्या विशिष्टं व्याप्तिविशिष्टं व्याप्तिविशिष्टपक्षधर्मता ज्ञानं, तादृशं यत् पक्षधर्मता इत्युक्ते व्याप्तिविशिष्टं यत् पक्षधर्मता पक्षधर्मता ज्ञानं तदर्थः. तदेव तस्य अर्थः, परामर्शस्य अर्थः. अत्र विग्रहवाक्यं पश्यामश्चेत् पक्षधर्मतायाः ज्ञानं, तादृशं पक्षधर्मतायाः ज्ञानम् इति परामर्शः. व्याप्तिविशिष्टपक्षधर्मतायाः ज्ञानं. अस्तु, विग्रहवाक्यं विशिष्टम् इत्यस्य सम्बन्धम् इति अर्थः. विशिष्टम् इति यद् दत्तमस्ति तत्र व्याप्तिसम्बन्धपक्षधर्मतायाः ज्ञानम् इति अर्थः. सम्बन्धमेव अत्र किञ्चित् चिन्तनं जातं. तत्र अनुमतिः किम्, अनुमानं किम् इति मया उक्तं पूर्वम्. अनुमानमिति प्रमाणम्, अनुमतिः इति ज्ञानम्. अनुमानं प्रमाणं खलु, यथा प्रत्यक्षम् अनुमानं, किम् उपमानं, शब्दबोधं, प्रमाणम्, अनुमिति इति ज्ञानम्. तावदेव पठितं. प्रश्नः अस्ति वा किमपि? न महोदय, सर्वं सर्वम् अवगतम् इति भाति इति मम चिन्तनमपि अस्ति. भवत् किं भवत् भवत्यो अवगच्छन्ति इति चिन्तयामि. अवगच्छामः, अवगच्छामि, परन्तु पुनः पुनः पठनेन नूतनतया किमपि आगच्छति. प्रथमवारं किं पठितवन्तः इति मम चिन्तनं किमस्ति, मुख्यविषयः एकः अस्ति, तत्र ते गार्निश् कुर्वन्ति, यत्र अवच्छेदः, मूलविषयः साधु एव अस्ति. साधु एव अस्ति, तदेव मम अपि चिन्तनमस्ति. प्रायः एक लैन् मध्ये दत्तमस्ति चेत् किन्तु अनुमानं परामर्शं द्वयमपि समानं खलु. अनुमानं परामर्शं द्वयमपि समानं, परामर्शजन्यम् अनुमितिः. न न न, अनुमानं तत्र बहु किमपि अस्ति, परामर्शः केवलं अनुमितेः पूर्वक्षणम्. अनुमानम् इत्यस्मिन् धूमदर्शनं, व्याप्तिस्मरणं सर्वमस्ति. परामर्शः इति अनुमाने अन्तर्भूतः, परामर्शः अनुमाने अन्तर्भूतः अस्तु. इति एकम् इति किं सारांशरूपेण वदामि, किन्तु अस्मिन् विषये प्रायः अग्रिमे वर्गे चर्चा भवति. तत्र स्वरूपमहोदयेन बहु पूर्वं करपत्रं दत्तवान्, तस्मिन् तत्र अनुमाने किं किम् अस्ति सोपानानि, पक्षधर्मता ज्ञानं, व्याप्तिस्मरणं, परामर्शः, अनन्तरम् अनुमितिः. अनुमानम् इति सर्वम् इति प्रक्रिया इति मम चिन्तनं, मम स्मरणं प्रक्रिया अस्ति मेथड् इति. तस्मिन् धूमदर्शनम् अनन्तरम् ओहो धूमव्याप्तिः अस्ति, वह्निव्याप्यं धूमः वह्निव्याप्यः इति द्वितीयं व्याप्तिस्मरणम्. अनन्तरम् ओ अस्मिन् पर्वते तादृशधूमः अस्ति इति परामर्शः. अनन्तरं तस्मात् पर्वतो वह्निवान् इति अनुमितिः. अनुमानस्य कृते सर्वं ज्ञानम् आवश्यकं, प्रत्यक्षं धूमस्य आवश्यकं, व्याप्तिज्ञानम् आवश्यकं, परामर्शकः आवश्यकः, अनन्तरम् अनुमितिः, अनुमितिज्ञानम्. द होल् थिङ्ग् इस् अनुमानं, सर्वं मिलित्वा. अधुना अवगतं, पूर्वं परामर्शः अनुमानं द्वयोः मध्ये सर्वदा भ्रमः आसीत् मम कृते. परामर्शः इति एकविधज्ञानं, तत् अनुभूतेः पूर्वक्षणं भवति, हेतु दृष्ट्वा अपि च व्याप्तिस्मरणेन तत्सोपानेन परामर्शः इति परामर्शस्य जन्यं भवति. अनन्तरं परामर्शेन अनुमितेः जन्यं भवति. किन्तु अनुमानमिति एतानि सोपानानि सर्वं स्वीकृत्य अनुमानमिति उच्यते. इति मम अवगमनं, किन्तु अग्रिमे वर्गे इतोपि स्पष्टतया द्रष्टुं शक्नुमः. आम् अस्तु, किन्तु मम स्मरणे तथा एव अस्ति. अत्र अनुमा इत्युक्ते पूर्वं ज्ञानम् अनन्तरं ज्ञानं खलु अनुमितिः अस्माभिः. तर्हि अनुमितिः ज्ञानात् जन्यं ज्ञानं, साधु, ज्ञानात् जन्यं ज्ञानम् अनुमितिः. पूर्वम् एकं ज्ञानं भवेत् यस्मात् अनुमितिज्ञानं भवितुमर्हति, तत् अस्ति परामर्शः. परामर्शः इति एकं ज्ञानं, तस्मात् ज्ञानात् अनुमितेः ज्ञानं भवति. अस्तु, परामर्शजन्यम् अनुमितिः इति उक्तं खलु, परामर्शजन्यं ज्ञानम् अनुमितिः. अनुमितेः डेफिनेशन् इत्युक्ते अनुमा इति अस्ति खलु, अनु अपरं ज्ञानं. तर्हि तस्य कारणम् एकं ज्ञानमेव भवेत्. परामर्शः एव अनुमा, अनन्तरं जायमानं ज्ञानं परामर्श इति मा, अनुमतिः इति अस्तु ओ अस्तु परामर्शः इति मा अनुमतिः इति किन्तु धूमदर्शनं तत्र प्रत्यक्षेन यद् धूमदर्शनं भवति तत् न स्वीकुर्मः प्रथमसोपाने तत् नास्ति द्वितीयतृतीयसोपानयोः परामर्शे धूमदर्शनं तत्र अन्तर्भूतः अस्ति खलु ओ आमां परामर्शे धूमदर्शनम् अन्तर्भूतः ओ अस्तु अस्तु अस्तु ओ अधुना समीचीनम् अस्तु यदा रामप्रिया भगिनी उक्तवती नूतनं भवति प्रत्येकं समये एतादृशं परिशीलयामः चेत् नूतनं ज्ञानम् अस्माकं मनसि उत्पद्यते किन्तु ज्ञानं सुदृढं भवति एव आम् एवं चिन्तने अस्तु अस्तु प्रश्नाः सन्ति चेत् धन्यवादः शुभरात्रिः सर्वेषां सुमिता भगिनी किमपि अवगतं वा कानिचन पदानि अहम् अवगच्छामि महोदय केवलं पदानि एव धूमम् इति भ्रमति इति पर्वतस्य इति किञ्चित् किञ्चित् अन्यपदानि पारिभाषिकपदानि अवगच्छामि तत् धन्यवादः महोदय शुभरात्रि धन्यवादः शुभरात्रि शुभरात्रि